गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। प्रतिबन्धकत्वं नाम किम् इत्यत्र स्मः। तत्र प्रमात्वे सति निश्चयत्वे सति समान आकारकत्वं प्रतिबन्धकत्वम्। प्रतिबन्धकं प्रतिबन्धकत्वम् इत्युक्ते तत्र ज्ञानमेव विवक्षितमिति कृत्वा तत्र ज्ञानत्वं प्रमात्वम् इति उक्तत्वात् ज्ञानत्वं तस्मिन् अन्तर्भूतं भवति। प्रमात्वे सति निश्चयत्वे सति समान आकारकत्वम्। समान आकारकत्वं नाम किं? समानविशेष्यकत्वे सति समानविशेष्यता अवच्छेदकत्वे सति भावाभावप्रकारकत्वे सति भावाभावप्रकारता अवच्छेदकत्वं समान आकारकत्वम् इति आहत्य षड् निकषाः पूरिताः भवेयुः इति अस्माभिः अधीतम्। तत्र 229th पेज् मध्ये इमौ न प्रतिबन्धकौ इति उक्तम्। इत्युक्ते प्रतिबन्धकज्ञानम् एतानि ज्ञानानि प्रतिबन्धकज्ञानानि न भवितुमर्हन्ति इति। तेजस्त्व अवच्छिन्न वह्निः इति विशेष्यता अवच्छेदकसम्बन्धः। विशेष्यता अवच्छेदकः यदि तेजस्त्वम् अस्ति तादृशज्ञानं प्रतिबन्धकं न भवति। बन्धित्वा अवच्छिन्नविशेष्यता एव प्रतिबन्धकज्ञानं भवितुमर्हति। तेजस्त्वावच्छिन्नविशेष्यता इति चेत् तत्र न भवति। नो चेत् सत्तावच्छिन्न तत्रापि न भवति। एवमेव अत्र दक्षिणभागे यदुक्तमस्ति तत्र अभिधेयत्वावच्छिन्नप्रकारता प्रतिबन्धकः न भवति। प्रमेयत्वावच्छिन्नप्रकारता प्रतिबन्धकः न भवति इति अस्माभिः अधीतम्। अस्तु, तर्हि अग्रे गच्छेम। इदानीं 230 पुटसङ्ख्या 230 तत्र उपरिष्टात् पठनीयम्। मेहल् महोदय आरब्धं करोति वा? वह्निः अभिधेयत्व वह्निः अभिधेयत्ववद्वान् इति इह अभिधेयत्वरूपधर्मः अनुष्णत्वाभावे भासते। स च अभिधेयत्ववान् अभावः मन्नौ भासते। न हि अनेन निश्चयेन वह्निः अनुष्णः इति अनुमितेः प्रतिबन्धः आनुभविकः, अतः प्रकारांशे अपि परिष्कर्तव्यं। परन्तु इह समानधर्मावच्छिन्नप्रकारताकत्वं न शक्यते वक्तुम्। अस्तु, अत्र दक्षिणभागे यदा यत् चित्रमस्ति उपरि उपरितनपरिपृष्ठे, तत्र वह्निः अभिधेयत्ववद्वान् इति अनुमितेः वाक्यं भवति। तर्हि अत्र अनुमितेः वाक्यं किं तत् न अत्र हेत् प्रतिबद्धज्ञानस्य वाक्यं न प्रतिबद्धज्ञानं नास्ति, प्रतिबन्धकज्ञानं प्रतिबन्धक हा तस्य उदाहरणमस्ति प्रतिबन्धकज्ञानस्य। हा वह्निः उष्णवान् यथा तथैव इति ज्ञानं प्रतिबन्धकं न भवितुमर्हति इति उक्तं। हा अतः इमौ न प्रतिबन्धकौ इति अस्ति अतः। अस्तु, सत्यं। तर्हि वह्निः अभिधेयत्ववद्वान् इत्यस्य इत्यस्मिन् वाक्ये अत्र अभिधेयत्वरूपधर्मः अस्ति, वह्नौ अस्ति इति एव अत्र तस्य अर्थः। तर्हि अनुष्णत्व अभावे अभिधेयत्वरूपधर्मः वह्नौ अस्ति इति एतद् वाक्यस्य अर्थः भवति। वह्निः अभिधेयत्ववत् भवति खलु? वह्निः एव अभिधेयत्ववत् भवति, अतः वह्निः अभिधेयवत्वान् अस्ति। अभिधेयवत् अभिधेयत्ववत् किम्? अभिधेयत्ववद्वान् वह्निः अस्ति। अत्र अभिधेययोगः त्वयोगः वत् योगः वत् इति अस्ति, द्विवारमस्ति। तर्हि कः वह्निः विधेयत्वत् वच् अत्रैव अस्ति, अत अग्रे अग्रे पठतु इह इति. अस्तु, इह अभिधेयत्वरूपधर्मः अनुष्णत्वाभावे भासते. अस्तु तर्हि, हा अस्तु, हा, वह्निः अनुष्णत्व अभाववान् इति अस्ति, अनुष्णत्वाभाववान् इति अस्ति, तर्हि तस्य समानार्थी अत्र अस्ति. अनुष्णत्वाभाववान् इत्युक्ते अभिधेयत्व, यदा प्रकारतायाः अवच्छेदकम् अभिधेयत्वम् इति आगच्छति चेत् वह्निः अभिधेयत्ववद्वान् भवति. अतः तर्हि अभिधेयवत् अभिधेयवद्वान् कः? हा, अनुष्णत्वाभावः इति. अनुष्णुत्व अभावः वह्नौ अस्ति, अभिधेयत्वं कुत्र अस्ति? वह्नौ नास्ति. न न, अभिधेयत्वम् अनुष्णत्व अभावे अस्ति खलु? सत्यम्, अनुष्ण अभिधेयत्ववत् वान् अनुष्णत्वभावः अस्ति, अतः अभिधेयत्वरूपधर्मः इति अनुष्णत्वभावे भवति. तर्हि अभिधेयत्वम् इति प्रकारता अवच्छेदकः, यदा अवच्छेदकतायाः प्रकारः, प्रकारतायाः अवच्छेदकः अस्ति अभिधेयत्वम् इति. हा सत्यम्, अस्तु, स हा तत् तदेव अभिधेयत्ववान् अभावः इत्युक्ते अनुष्णत्व अभावः वह्नौ भासते इति अस्ति. परन्तु अनेन निश्चयेन वह्निः अनुष्णः अस्ति इति अनुमितेः प्रतिबन्धः न भवति, प्रतिबन्धः आनुभविकः. तर्हि वयं जानीमः यदा अत्र वह्निः अभिधेयत्ववत्वान् इति प्रतिबन्धकज्ञानं स्वीकुर्मः चेत् अत्र वह्निः अनुष्णः इति अनुमितेः प्रति एतत् वाक्यम् अथवा एतत् ज्ञानं प्रतिबन्धक न भवति, तत् अनुभवः नास्ति. तत् तस् अत्र वह्नि तु उष्णः एव, उष्णवान् एव, अतः किन्तु तद्विषयः नास्ति, अतः एव अहं पृच्छामि. उष्णः इति आनुभविकम् इति नास्ति. आं सत्यं, तत्र अभिधेयत्व अभिधेयत्व अभिधे अभिधेयत्वं तु अस्ति एव वह्नोपि, परन्तु अत्र कथं वदनीयं, यथा गते वर्गे मया उक्तं घटमानयतु इति, यदि अहं वदामि भवान् घटमानयति, तदनन्तरं पृथिवीम् आनयतु, तथापि घटमेव आनयामि, तदापि पृथिवीम् आनयतु, द्रव्यम् आनयतु, सत्ताम् आनयतु, यत्किमपि अहं वदामि तत्र घटमेव आनयति. किमर्थम् इत्युक्ते घटे घटत्वम् अस्ति, पृथिवीत्वमपि अस्ति, द्रव्यत्वमपि अस्ति, सत्ता अपि अस्ति. सत्यम् इति कृत्वा सर्वत्र घटमेव आनयति खलु? तर्हि तत्र यदि घटमानयतु, घटत्व अवच्छिन्न घटमानयतु इति वदामि चेत् तेन घटेन अत्र अस्तु, इदानीं तादृश घट अभावमिति स्वीकुर्मः, अत्र घट अभावमिति वदामश्चेत् क्लेशः भवति. इत्युक्ते इदानीम् अत्र अनुष्णुत्व अभावः इति यत् प्रकारः अस्ति, स च प्रकारः अनुष्णत्वाभावत्वम् इति इत्यनेन तादृशं न स्वीकृत्य उक्तं, केवलम् अविधेयत्वम् अस्ति इति. अविधेयत्वं तु सर्वत्र अस्ति, सर्वत्र अस्ति. हा तदेव, अत्र अवच्छेदकः विशिष्टं नास्ति, सामान्यमेव अस्ति, अतः तेन इति कृत्वा एतादृशज्ञानं न प्रतिबन्धकं भवति इति उक्तम्। आम् सत्यम्, बुद्धं खलु? अहं तु अवगच्छामि, परन्तु वदनीयं कथं वक्तव्यं, प्रश्नः आगच्छति। सत्यं सत्यं, परन्तु अत्र कः क्लेशः? परन्तु हा, परन्तु इह समानधर्म अवच्छिन्नप्रकारताकत्वं न शक्यते वक्तुं। समानधर्म अवच्छिन्नप्रकारताकत्वं, प्रकारताकत्वं तत्र अर्थः तु तदेव अस्ति। अत्र अभिधेयत्वं तु वह्नोऽपि अस्ति, अनुष्णत्व सर्वत्र अस्ति, तर्हि अनुष्णत्व अभावः इति प्रकारता। महोदय एकनिमिषम्, अत्र अभिधेयत्वं वह्नौ इति यदा कदापि न वदतु, किमर्थम् इत्युक्ते वह्नि इति विशेष्यम् अत्र। ओ अस्तु अस्तु, इदानीं प्रकारता अवच्छेदकधर्मस्य विषये चिन्तनम्। अस्तु, इदानीं प्रतिबन्धकज्ञानं किम्? वह्नि अनुष्णत्वा अत्र सम्पूर्णतया वदनीयं वा? केवलं वह्निः अभिधेयत्वं इति एव। प्रतिबन्धकज्ञानं किं? प्रतिबद्ध्यज्ञानं किं? प्रतिबद्ध्यज्ञानं किं? प्रतिबद्ध्यज्ञानम् इति वह्निः अनुष्णः इति, हा, वह्निः अनुष्णः इति अनुमितिः। आम्, अनुमितिः, सत्यम्, अनुमितिः खलु? तर्हि तत्र वह्निः अनुष्णः इत्यत्र प्रकारः कः? अनुष्णत्वम् इति न, अनुष्णत्वम्। आम् सत्यम्, अनुष्णः इति पदेन वह्निः एव उक्तः इति कृत्वा अनुष्णत्वम् एव प्रकारः। अनुष्णु प्रतिबद्धकज्ञाने यद् प्रकारः अस्ति अनुष्णत्वं, तस्य अवच्छेदकः कः? तस्मिन् विद्यमानप्रकारतायाः अवच्छेदकः कः? अस्तु, अनुष्णत्वप्रकारतायाः अवच्छेदकः भवति अनुष्णत्वम्। उत्तमम्, अनुष्णत्वत्वं खलु? आम् आम्, अनुष्णत्वम् इति प्रतिबद्ध्यज्ञाने प्रकारतायाः अवच्छेदकः अस्ति अनुष्णत्वत्वम्। सत्यम्, किन्तु इदानीं तादृशप्रतिबद्ध्यज्ञानस्य प्रतिबन्धकज्ञाने प्रकारतायाः अवच्छेदकः किं भवेत्? हा, अभाव स्वीकृत्य एव भवेत् तत्र। तर्हि अनुष्ण भाववत्त्वम् इति भवेत्। केवलं केवलम् अत्र अवच्छेदकः एव वदतु, यथा प्रतिबद्ध्यज्ञाने अनुष्णत्वत्वम् इति उक्तम्, तथा प्रतिबन्धकज्ञाने प्रकारतायाः अवच्छेदकः किं भवेत्? केवलम् अवच्छेदकः वदतु। अस्तु, अनुष्णत्वाद्भावत्वम्। हा, उत्तमम्, अनुष्णत्व इति अस्ति खलु? भावत्वं, हा, सत्यं सत्यम्। एकस्मिन् तत्र अनुष्णत्वत्वम् इति अस्ति, प्रतिबद्ध्यज्ञाने प्रकारतायाः अवच्छेदकः अनुष्णत्वत्वम्। किन्तु प्रतिबन्धकज्ञाने प्रकारविधय प्रकारतायाः अवच्छेदकः अनुष्णत्वत्वाभावः खलु? सत्यम्, इति कृत्वा समानधर्म अवच्छिन्नप्रकारतकत्व प्रकारताकत्वं नास्ति। हा, सत्यं, नास्ति, एकस्मिन् भावः अस्ति, अन्यस्मिन् अभावः अस्ति। हा, सत्यम्, अतः एव गते वर्गे मया परिष्कृतमासीत् भावाभावप्रकारता अवच्छेदकत्वम् इति। अस्तु, अग्रे, पूर्वं हि, अस्तु, पूर्वं हि समानधर्म अवच्छिन्न विशेष्यताकत्वम् उक्तम्। अस्तु, विशेष्यता धर्म अवच्छिन्न विशेष्यताकत्वम् उक्तम्। तद्वदेव यदि इह समानधर्म अवच्छिन्न प्रकारताकत्वम् उच्येत, प्रतिबद्धदिशि प्रकारता अवच्छेदकम् अनुष्णत्वम्। अस्तु, तदेव वयम् अधुना एव चिन्तितं, तदेव चेत् प्रतिबन्धकदिशि प्रकारतावच्छेदकं तदा निश्चयाकारः अनुमितिवद् एव वह्निः अनुष्णत्ववान् इति स्यात्। तदा केन कस्य प्रतिबन्धः? सत्यं, तदेव अनुष्णत्वत्वम् इति एव यदा प्रकारतावच्छेदकं भवति अत्र प्रतिबन्ध्यज्ञाने अपि प्रतिबन्धकज्ञाने अपि, तदा अनुमितिवद् एव अत्र प्रतिबन्धकज्ञानमपि वह्निः अनुष्णत्ववान् इति एव भवति। अतः कः प्रतिबन्धः, कः प्रतिबन्धकज्ञानम् इति, किं प्रतिबन्धकज्ञानं, किं प्रतिबन्ध्यज्ञानम् इति कथं जानीमः? द्वयोः समानमेव भवति इति आगच्छति। अस्तु, अतः इह समानधर्म अवच्छिन्नप्रकारताकत्वम् अनुक्त्वा समानधर्म अवच्छिन्नप्रतियोगिताका प्रतियोगिताक अभावत्वं प्रकारता अवच्छेदकं वाच्यम्। अतः एव प्रकारता अवच्छेदकम् इति तत्र वदनीयम्, इत्युक्ते समानधर्म अवच्छिन्नप्रतियोगिताक अभावत्वम् इति वदनीयम्। अत्र समानधर्म अवच्छिन्नप्रतियोगिताक अभावत्वम् अपि च प्रकारता अवच्छेदकम् इति पद इति द्वयं द्वय द्वे अपि समानार्थी अर्थ एव वा? नास्ति खलु, तर्हि इत्युक्ते प्रकारतायाः अवच्छेदकं यदस्ति तस्य अभावस्य प्रतियोगित प्रतियोगिता समानधर्म अवच्छिन्न इत्युक्ते प्रकारतायाः प्रतिबद्धज्ञाने प्रकारतायाः अवच्छेदकं यदस्ति तस्य समानधर्म अवच्छिन्न प्रतियोगिता का अभावत्वम्। हा, तत् सत्यं सत्यं, प्रतियोगिता का अग्रे पठतु अग्रे पठतु प्रतिबद्धते हा प्रतिबद्धदिशि यः धर्मः प्रकारता अवच्छेदकः तेन धर्मेण अवच्छिन्ना या प्रतियोगिता तन्निरूपक अभावत्वं प्रतिबन्धकनिश्चये प्रकारता अवच्छेदकं भवेत्। हा, तदेव प्रतियोगिता अत्र अस्तु, प्रतिबद्धज्ञाने प्रकारता अवच्छेदकः यः धर्मः अस्ति तेन धर्मेण एव अवच्छिन्ना या प्रतियोगिता, इत्युक्ते अत्र अभावे अभावस्य विषये प्रतियोगिता अस्ति, अतः तदेव तेन एव धर्मेण अवच्छिन्ना या प्रतियोगिता अस्ति तदेव प्रकारता अवच्छेदकं प्रतिबन्धक ज्ञाने भवेत् इति आगच्छति। समीचीनं, तर्हि यद् मया उक्तं तत्र भावाभावप्रकारता अवच्छेदकम् इति दोष एव, अत्र भावाभावप्रकारता अवच्छेदकत्वम् इत्यस्य कथं विग्रहवाक्यं वक्तव्यम् इति चिन्तयेम। भावश्च अभावश्च भावाभावे इति द्वन्द्वसमासः भवति। तदनन्तरं प्रकारता अवच्छेदकत्वम् इत्युक्ते प्रकारतायाः अवच्छेदकं यदस्ति प्रतिबद्ध्यज्ञाने प्रकारतायाः अवच्छेदकं यदस्ति तस्य अभावः एव प्रकारतायाः अवच्छेदकं भवेद् प्रतिबन्धकज्ञाने प्रतिबन्धकज्ञाने, किन्तु अभावः कथं भवति इति चिन्तनीयम्। अत्र वह्निः इदानीं प्रतिबद्धज्ञानस्य आकारः कः? वह्निः अनुष्णत्ववान् इति प्रतिबद्धज्ञानस्य आकारः। अत्र वह्निः इति विशेष्यमस्ति, अनुष्णत्वम् इति प्रकारः, अनुष्णत्वम् इति प्रकारः अस्ति, विशेष्यता अवच्छेदकः अस्ति वह्नित्वम्, सत्यं, प्रकारतायाः अवच्छेदकः अस्ति अनुष्णत्वत्वम्। तर्हि अनुष्णत्व अभावः इति इत्यस्य प्रतियोगी यः अस्ति तदेव प्रकारता अवच्छेदकं प्रतिबन्धकज्ञाने भवेत्। तद्वत्त्वं तद्वत्त्वं तद्वत्त्वं। तर्हि इदानीं प्रतिबन्धकज्ञानस्य आकारः वदतु, वह्निः अनुष्णत्ववान् इति प्रतिबद्धज्ञानं कीदृशज्ञानं प्रतिबध्नाति? वह्निः अनुष्णत्व अभाववान् खलु? आम् आम् सत्यं, हा वह्निः अनुष्णत्व अभाववान् सत्यं सरलरीत्या इति ज्ञानं प्रतिबन्धकज्ञानं भवति. तर्हि अत्र वह्निः इति विशेष्यं, विशेषतावच्छेदकः वह्नित्वम्. एवं प्रकारः कः? अनुष्णत्व अभावः, अभावः इति एव प्रकारः. किल अनुष्णत्व अभावत्वं खलु प्रकारः इति प्रकारः वह्निः अनुष्णत्व अभाव अनुष्णत्व अभाववान् इति आकारकमस्ति चेत् सत्यम् अनुष्ण अभाववत्त्वम् इति प्रकारः. न न न पुनः वदतु, झटिति मा वदतु. अस्तु, अनुष्णत्व अभाववत्त्वम् इति प्रकारः. न किमर्थं वत्त्वम् इति वदति? अनुष्णत्व अभावः अनुष्णत्ववान् इत्यत्र प्रकारः कः? अनुष्णत्वम् अनुष्णत्वं खलु. एवं वह्निः अनुष्णत्व अभाववान् इत्यत्र अनुष्ण अभाववत्त्वम् इति किमर्थमत्र वत्त्वम् इति योजयति? अनुष्णत्व अभावः इति प्रकारः अस्ति खलु. वह्निः अनुष्णत्व अभावः, अनुष्णत्व अभावः इत्युक्ते किम्? उष्णः इति आगच्छति खलु. आम् आम् आम्, परन्तु अत्र वह्निः अनुष्णत्ववान् इत्यत्र इत्यत्रापि प्रकारः इति अनुष्णत्वम् इति उक्तं खलु. तत्र सत्यम् अनुष्णत्वम् अनुष्णत्वम् इति एव उक्तं खलु. एवम् अनुष्णत्ववान् अनुष्णत्ववान् अनुष्णत्व इति प्रकारः अस्ति. एवं वह्निः अनुष्णत्व अभाववान् इति प्रतिबन्धकज्ञानस्य आकारः अस्ति चेत् प्रकारः भवति अनुष्णत्व अभावः. अस्तु, अनुष्णत्व अभावः सत्यम्. अनुष्णत्व अभावस्य अभावः प्रकारः अस्ति चेत् तस्य अवच्छेदकः. अनुष्णत्व अभावे प्रकारता अस्ति सत्यं, तस्य अनुष्णत्व अभावे प्रकारता अस्ति चेत् प्रकारतायाः अवच्छेदकः कः इति चेत् अनुष्णत्व अभावत्वम् इति वक्तव्यं. किन्तु अनुष्णत्व अभावत्वम् इति किमपि पदार्थः नास्ति. नास्ति अनुष्णत्व अभावत्वं किमर्थमित्युक्ते अभावे त्वम् इति न योजयितुं शक्यते. इति कृत्वा अभावस्य प्रतियोगिता उक्त्वा तादृशप्रतियोगितायाः अभावत्वं वक्तव्यम्. वस्तुतः अनुष्णत्व अभावत्वम् इति भवेत् प्रकारतायाः अवच्छेदकः. तदेव भवेत् तस्य, किन्तु तद् न भवति. अभावत्वं जातिः अभावे न भवति खलु. सत्यम् इति कृत्वा अत्र अभावत्वम् इति न वक्तुं शक्यते. यथा घटः घटत्वम् इति वक्तुं शक्यते, तथा अत्र अभावत्वम् इति किमपि नास्ति इति कृत्वा अभावस्य प्रतियोगिता यदस्ति सा प्रतियोगितायाः अभाववत्त्वम् इति वक्तुं शक्यते. अस्तु, प्रतियोगिता अभाववत्त्वम् इति परिष्कृत्य वक्तं तदेव तत्र लिखितमस्ति. प्रतियोगिता अभाव समानधर्म अवच्छिन्न प्रतियोगिता अभावत्वं प्रकारतावच्छेदकं वाच्यं सत्यं तन्निरूपित अभावत्वं. किन्तु अत्र अभावत्वम् इति एव दत्तमस्ति खलु. तर्हि अभावत्वम् इति भवितुमर्हति. तदेव प्रतियोगिता का अभावत्वं, तर्हि प्रतियोगिता तन्निरूपक अभावत्वम् इति अस्ति. तर्हि प्रतियोगितायाः अभावः अपि च तस्मिन् अभावत्वम् इति एव वाच्यम् इति अस्ति. हा हा हा हा सत्यम् इति अस्ति. तर्हि अनुष्णत्व अभाव इत्यस्य प्रतियोगिता का इति चिन्तनीयं. तर्हि अनुष्णत्व अभावस्य प्रतियोगी अनुष्णत्वम् एव अनुष्णत्वं. पुनः प्रतियोगितायाः अभावत्वम् इति, तर्हि अनुष्णत्व अभावत्वम् इति आगच्छति खलु. सत्यम्. अस्तु इति आहत्य किन्तु वयम् अवगच्छामः इत्युक्ते अत्र वक्तुं किञ्चित् अत्र गोलाकारं कृत्वा वक्तव्यं भवति. बहु किमपि तत्र आशयः कः इति न जानामि अधुना प्रायः. न अत्र आशयः एवमेव अस्ति महोदय. तत्तु तत्र क्लेशः एव नास्ति. इत्युक्ते प्रतिबन्धकज्ञानं किं भवेत् इति चेत् एते षड् एषः षड् निकषाः भवेत्. हा समानाकारकत्वं किम् इत्यस्य कृते एव तद् भवेत्. सत्यं सत्यम् इति उक्तम् इति उक्तम्. अस्तु अग्रे गच्छेम. धन्यवादः महोदय. धन्यवादः. अग्रे शिवराम महोदय पठितुम् इच्छति किम्? आम् महोदय. अस्तु अस्ति चेत् अस्ति चेत् वह्निः अनुष्ण त्वाभाववान् इति निश्चये प्रतिबध्यनुमितौ प्रकारता अनुष्णत्वे प्रकारतावच्छेदकम् अनुष्णत्वत्वं तत् अवच्छेदकं यस्याः प्रतियोगितायाः तादृशप्रतियोगितानिरूपक अभावः अनुष्णत्वं नास्ति इति अभावः अनुष्णत्वभावः तद् वृत्ति यद् अभावत्वं तद् प्रकारतावच्छेदकं भवेत् यस्य निश्चयस्य तादृशनिश्चयः वह्नि अनुष्णत्वाभाववान् इति एव. इह अनुष्णत्वाभाववत्वः धर्मः तेनैव अनुष्णत्वाभावः ज्ञाने प्रकारः इति सः एव धर्मः प्रकार अवच्छेदकोऽपि अस्य च विरोधत्वम् अपि दर्शितरीत्या आनुभविकम्. अनुष्णत्व अभाववान् इति वह्निः तु स्पष्टमस्ति. कस्मिन् विषये चिन्तनम् इति चेत् प्रतिबन्धकज्ञानं प्रतिबध्यज्ञानं प्रतिबध्नाति. अत्र वह्निः अनुष्णत्व अभाववान् इति प्रतिबन्धकज्ञानम्. वह्निः अनुष्णत्ववान् इति प्रतिबध्यज्ञानम्. तर्हि कथं वह्निः अनुष्णत्व अभाववान् इति ज्ञानं वह्निः अनुष्णत्ववान् इति ज्ञानं प्रतिबध्नाति इति निरूपणीयम् अस्माभिः. तत् कथम् इति अत्र उक्तम्. प्रतिबध्य अनुमितौ प्रकारता कुत्र अस्ति इदानीं भवान् अत्र क्रमेण वदतु. प्रथमं प्रतिबन्धकज्ञानस्य आकारः कः? प्रतिबन्धकज्ञानं किम्? अनुष्ण अभावः वा प्रतिबन्धकज्ञानम्? अभाववान् आम्. प्रतिबध्यज्ञानस्य आकारः कः? वह्निः अनुष्णत्वं वा? किञ्चित् न्यूनं श्रूयते. वदतु. प्रतिबध्यज्ञानस्य आकारः कः? प्रतिबद्धज्ञानमत्र अनुष्णत्वाभावः अत्र वह्निः अनुष्णत्वाभावः न न महोदय वह्निः अनुष्णत्ववान् इति ज्ञानं प्रतिबध्यज्ञानस्य आकारः. तर्हि वह्निः अनुष्णत्ववान् इति प्रतिबध्यज्ञाने प्रकारः कः? भवान् एतत् सर्वं जानाति खलु, अत्र प्रकारः विशेष्यः इति. तर्हि भूतलं घटवत् इति ज्ञाने विशेष्यं किम्? भूतलं घट भूतलं पठितमस्ति. भूतलं घटवत् इति ज्ञाने विशेष्यं किम्? भूतलं वा? सत्यं. प्रकारः कः? घटः. न, घटवत् इत्यत्र घटवत् इति सत्यं. घटः घटवत् इति इत्युक्ते घटः एव प्रकारः. सत्यं, घटः एव प्रकारः. तर्हि विशेष्यता कुत्र अस्ति? विशेष्यता घटे न, घटः इति प्रकारः, विशेष्यः इति भूतलं. भूतलं, हा, भूतले अस्ति. आम्, विशेष्यता भूतले अस्ति. आम्, प्रकारता कुत्र अस्ति? प्रकारता घटे अस्ति. उत्तमम्. विशेष्यतायाः अवच्छेदकः कः? विशेष्यतायाः अवच्छेदकः विशेष्यता भूतले. भूतले अन्यत् धर्मः किमस्ति? पृथ्वीत्वं वा? भूतलत्वम् इति वदतु. हा, भूतलत्वम्. भूतलत्वं खलु. तर्हि विशेष्यतायाः अवच्छेदकः अस्ति भूतलत्वं. भूतलम्. एवं प्रकारतायाः अवच्छेदकः कः? घटः न अत्र? न, घट प्रकारता घटे अस्ति. प्रकारतायाः अवच्छेदकः घटत्वम्. उत्तमम्. इति घटत्वम् इति मनसि संस्थापयतु. भूतलः घटवत् इति ज्ञाने भूतलं विशेष्यः, भूतले विशेष्यता, विशेष्यतायाः अवच्छेदकः भूतलत्वम्. एवं घटः प्रकारः, प्रकारता घटे, प्रकारतायाः अवच्छेदकः घटत्वम्. तथा अत्र इदानीं प्रतिबध्यज्ञानस्य आकारः अस्ति वह्निः अनुष्णत्ववान् इति. तर्हि अत्र विशेष्यः कः? वह्निः अस्ति न अत्र. उत्तमं. विशेष्यता कुत्र अस्ति? विशेष्यता वह्नौ अस्ति. उत्तमं. विशेष्यता अवच्छेदकः कः? वह्नित्वम्. उत्तमम्. अस्तु, एवम् इदानीं प्रकारः कः अत्र? प्रकारः अनुष्णत् तदेव अनुष्णत्वं. तदेव तदेव आमाम् अनुष्णत्वम्. अनुष्णत्वं खलु. आमां. प्रकारता कुत्र अस्ति? प्रकारता वन्नौ न, प्रकारः इति अनुष्णत्वम् अस्ति चेत् आम् प्रकारता कुत्र अस्ति? अनुष्णे अस्ति. अनुष्णत्वे अस्ति. अनुष्णत्वे. आम् खलु. आमां. प्रकारता अनुष्णत्वे अस्ति. प्रकारतायाः अवच्छेदकः कः? प्रकारतायाः अवच्छेदकः अनुष्णत्वं न? न, प्रकारः अनुष्णत्वम्. आम्. तर्हि प्रकारतायाः अवच्छेदकः अनुष्णत्वभावः वा? किमर्थम् अभावं वदति? अनुष्णत्वत्वम्. पुनः आमां यथा घटस्य घटे विद्यमानप्रकारतायाः अवच्छेदकः घटत्वम् एवम् अनुष्णत्व इति प्रकारे विद्यमानप्रकारतायाः अवच्छेदकः भवति अनुष्णत्वत्वम् खलु अनुष्णत्वत्वम् तर्हि इदानीम् अनुष्णत्वत्वं तावदेव अत्र लिखितमस्ति प्रतिबध्य अनुमितौ प्रकारता अनुष्णत्वे प्रकारता अवच्छेदकम् अनुष्णत्वत्वे तावदागतं तर्हि तत् अवच्छेदकं यस्याः प्रतियोगितायाः तर्हि अनुष्णत्वत्वं कस्य प्रतियोगी भवति कस्य प्रतियोगी भवति अनुष्णत्वम् अनुष्णत्वाभावः वा हा अनुष्णत्वम् अनुष्णत्व अभावस्य प्रतियोगी भवति आम् अनुष्णत्वम् अनुष्णत्व अभावस्य प्रतियोगी भवति इति एकं तदनन्तरम् अनुष्णत्वत्वम् अनुष्णत्व अभावे विद्यमानप्रतियोगिता अनुष्णत्व अभावस्य प्रतियोगितायाः अवच्छेदकं भवति अनुष्णत्वम् इति अनुष्णत्व अभावस्य प्रतियोगी भवति तर्हि अनुष्णत्व अनुष्णत्वे प्रतियोगिता अस्ति तादृशप्रतियोगितायाः अवच्छेदकं भवति अनुष्णत्वत्वं खलु तदेव अग्रे अग्रे लिखितं तत् अवच्छेदकं यस्याः प्रतियोगितायाः तादृशप्रतियोगितानिरूपक अभावः अनुष्णत्वं नास्ति इति अभावः अनुष्णत्व अभावः तद्वृत्ति इदानीम् अनुष्णत्व अभावः परि आगतं प्रति आगतं तदनन्तरं तद्वृत्ति यद् अभावत्वं तद्वृत्ति यदभावत्वं तत्प्रकारता अवच्छेदकं भवेत् यस्य निश्चयः तादृशनिश्चयः वह्निः अनुष्णत्ववान् इत्येव तद्वृत्ति यदभावत्वम् अनुष्णत्व अभावः इति अस्ति तद्वृत्ति यदभावत्वं तत्प्रकारता अवच्छेदकं भवेत् यस्य निश्चयस्य तादृशनिश्चयस्य वह्निः अनुष्णत्व अभाववान् इति एव तर्हि अत्र प्रतिबन्धकत्वं निरूपितमस्ति इदानीम् अग्रे पठतु इह इह इह अनुष्णत्व अभावत्वरूपः यः धर्मः तेन एव अनुष्णत्व अभावः ज्ञाने प्रकारः इति सः एव धर्मः प्रकारता अवच्छेदकः अपि अनुष्णत्व अभावत्वरूपः यः धर्मः इत्युक्ते अनुष्णत्व अभावे कः धर्मः अस्ति इति चेत् अनुष्णत्व अभावत्वम् इति धर्मः अस्ति खलु तेनैव अनुष्णत्व अभावः ज्ञाने प्रकारः इति सः एव धर्मः प्रकारता अवच्छेदकः अतः अत्र विरोधित्वं निरूपितं भवति तर्हि वह्निः अनुष्णत्व अभाववान् इति ज्ञानं वह्निः अनुष्णत्ववान् इति ज्ञानं प्रति प्रतिबन्धकः भवति इति निरूपितम् बुद्धं खलु अग्रे पठतु महोदय वह्निः अभिधेयत्ववान् इति अभिधेयत्ववत् वान् इति निश्चयः नैव विदः तत्र अभिधेयत्वं किल प्रकार प्रकारतावच्छेदकं न तु अनुष्णत्वत्व अवच्छिन्न प्रतियोगिता प्रतियोगिताका भावत्वम् अतः अयं निश्चयः समानधर्म अवच्छिन्न प्रतियोगिताका भावत्वावच्छिन्न प्रकारतानिरूपकः न भवति इति तस्य प्रतिबन्धकत्व प्रतिबन्धकत्व आपत्तिः न तस्य प्रतिबन्धकत्व आपत्तिः इत्युक्ते प्रतिबन्धकं न भवति इति न भवति इत्युक्ते समानधर्म अवच्छिन्न प्रतियोगिता प्रतियोगिताक अभावत्व अवच्छिन्न प्रकारता निरूपकः न भवति अभिधेयत्ववान् इति वदामश्चेत् अभिधेयत्ववद्वान् इति वदामश्चेत् तत्र इदानीं समानप्रकारः नास्ति प्रकार अवच्छेदकः नास्ति इति कृत्वा क्लेशः भवति अत्र अभावः अस्ति इति कृत्वा मध्ये किमपि वक्तव्यं भवति तावदेव किन्तु अवबुद्धं खलु आमाम् अस्तु समीचीनं महोदय धन्यवादः अग्रे रमेश महोदय पठति वा धन्यवादः महोदय तत्त्वं तु प्रतिपद्यज्ञाने यत् विषयता अवच्छेदकदं विशेष्यता अवच्छेदकं तद् एव प्रतिबन्धकत्वेन अभिमते निश्चये विशेष्यता अवच्छेदकं भवेत् एवं प्रतिपद्यज्ञाने यत् प्रकारता अवच्छेदकं तदेव प्रतिबन्धकनिश्चये अभावप्रतियोगिता अवच्छेदकं भवेत् त्वं तु प्रतिपद्यज्ञाने यत् विशेष्यता अवच्छेदकं तद् एव प्रतिबन्धकत्व न कत्वेन अभिमते निश्चये विशेष्यता अवच्छेदकं भवेत् प्रतिपद्यज्ञाने यत् विशेष्यता अवच्छेदकम् अस्ति तदेव प्रतिबन्धकत्वेन अभिमते निश्चये विशेष्यता अवच्छेदकं भवेत् न बुद्धं महोदय न अत्र यदस्माभिः चिन्तितं तदेव उक्तम् अत्र स्वशब्दैः वक्तुं प्रयत्नं करोतु अत्र चित्रमस्ति खलु तत् परिशीलयतु भावभागे यदस्ति तद् प्रतिबद्धज्ञान ज्ञानमस्ति दक्षिणभागे यदस्ति तत् प्रतिबन्धकज्ञानमस्ति उभयत्र विशेष्यः कः विशेषता वर्णित्वम् अस्ति विशेष्यता इति मया पृष्टं विशेष्यः वह्निः अस्ति उभयत्र वह्निः एव विशेषः इति कृत्वा प्रथमनिकषा पूरिता समानविशेषकत्वमस्ति खलु विशेष्यकत्वमस्ति अस्तु तर्हि उभयोः विशेष्यतायाः अवच्छेदकः कः वर्णित्वम् अस्ति उत्तमं तर्हि द्वितीयनिकषापि पूरितं समानविशेष्यता अवच्छेदकत्वे सति अस्तु इदानीं प्रतिबद्ध्यज्ञाने प्रकारः कः अनुष्णत्वम् उत्तमं प्रतिबन्धकज्ञाने प्रकारः कः अनुष्णत्व अभावः उत्तमं तर्हि तृतीयनिकषापि पूरितं भावाभावप्रकारकत्वे सति प्रतिबद्धज्ञाने यद् विप्रकारः अस्ति तस्य अभावः प्रतिबद्धज्ञा प्रतिबन्धकज्ञाने प्रकारः भवेत् अनुष्णत्वम् इति प्रतिबद्धज्ञाने प्रकारः अस्ति अनुष्णत्व अभावः इति प्रतिबन्धकज्ञाने प्रकारः अस्ति इति कृत्वा तृतीयनिकषा अपि पूरितम् अस्तु, इदानीं चतुर्थनिकष. अत्र प्रतिबध्यज्ञाने प्रकारतायाः अवच्छेदकः कः? प्रकारतायाः अवच्छेदकः अनुष्णत्वत्वम्. तदेव अनुष्णत्वत्वम्. इदानीं प्रतिबन्धकज्ञाने, प्रतिबन्धकज्ञाने यत् प्रकारः अस्ति अनुष्णत्व अभावः, तस्य प्रतियोगी कः? अनुष्णत्व अभावस्य प्रतियोगी अनुष्णत्व अभाव, अनुष्णत्व अभावस्य प्रतियोगिता अनुष्णत्वं भवेत्. अनुष्णत्वं भवेत् सत्यम्. अनुष्णत्वम् इति प्रतियोगी अस्ति चेत् प्रतियोगिता कुत्र अस्ति? अनुष्णत्वत्वे अस्ति. न अनुष्णत्वं प्रतियोगी अस्ति चेत् प्रतियोगिता कुत्र अस्ति? अनुष्णत्वं प्रतियोगी अस्ति चेत् प्रतियोगिता अनुष्णत्व अभावे अस्ति. न महोदय, केवलं तत्रैव अस्ति खलु, अनुष्णत्वे अस्ति. अनुष्णत्वे अस्ति तावदेव खलु. अनुष्णत्वं प्रतियोगिता अस्ति चेत्, प्रतियोगी अस्ति चेत् प्रतियोगिता कुत्र अस्ति इति चेत् अनुष्णत्वे अस्ति. अनुष्णत्वे अस्ति सा अनुष्णत्वे विद्यमानप्रतियोगितायाः अवच्छेदकः किं भवेत्? प्रतियोगिता अनुष्णत्व, अनुष्णत्वे विद्यमान प्रतियोगितायाः अवच्छेदकः किं भवेत्? अनुष्णत्व अभाव, अनुष्णत्व अवच्छेदकः अनुष्णत्व अभाव. न महोदय, अत्र अनुष्णत्वे प्रतियोगिता अस्ति खलु, अवच्छेदकः अवच्छेद्य अवच्छेदकयोः मध्ये सामानादिकरण्यं भवेत् खलु. आम्, तर्हि अनुष्णत्वे यः कोऽपि धर्मः अस्ति स च धर्मः एव प्रतियोगितायाः अवच्छेदकः भवति खलु. अनुष्णत्वे कः धर्मः अस्ति? पुनः त्वप्रत्ययं योजयतु, तावदेव. अनुष्णत्वत्वम् अस्ति. तर्हि अनुष्णत्वे विद्यमानप्रतियोगितायाः अवच्छेदकः भवति अनुष्णत्वत्वं खलु. आम्, तर्हि इदानीं पश्यतु, प्रतिबध्यज्ञाने यत् प्रकारतायाः अवच्छेदकः अस्ति अनुष्णत्वत्वं, तदेव प्रतिबन्धकज्ञाने अपि प्रकारतायाः अवच्छेदकस्य प्रकारतायाः अवच्छेदकः इति आगतः खलु, प्रतियोगितायाः अवच्छेदकः इति आगतः. तदेव पुनः वदामि, प्रतिबध्यज्ञाने यः धर्मः प्रकारतायाः अवच्छेदकः अनुष्णत्वत्वं, सः एव धर्मः प्रतिबन्धकज्ञाने यद् अभावीयप्रकारः अस्ति तस्य प्रतियोगिता अवच्छेदकः अस्ति खलु. अभावस्य प्रतियोगिता अवच्छेदकः अस्ति खलु. बुद्धं वा? न बुद्धं महोदय. अनुष्णत्व अभावः तस्य प्रतियोगिता अनुष्णत्वम्, अनुष्णत् तस्मिन् अवच्छेदकता अनुष्णत्वत्वं. बुद्ध महोदय. अनुष्णत्वे प्रतियोगिता अस्ति, अनुष्णत्वे अनुष्णत्वत्वम् अस्ति इति कृत्वा अनुष्णत्वत्वं प्रतियोगितायाः अवच्छेदकः भवति इति. तर्हि उभयमपि इदानीम् अनुष्णत्वे आगतं खलु इति कृत्वा एतद् ज्ञानं वह्निः अनुष्णत्व अभाववान् इति ज्ञानं वह्निः अनुष्णत्ववान् इति ज्ञानं प्रति प्रतिबन्धकः भवति इति उक्तम्. तर्हि अत्र एतादृशं लिखितमस्ति, अत्र अनुष्णत्व अभावत्वम् इति अस्ति खलु, तदेव अत्र अनुष्णत्व अभावत्वम्. तर्हि एकत्र अनुष्णत्वत्वम् अस्ति, अन्यत्र अनुष्णत्व अभावत्वम् इति प्रकारः अस्ति. अनुष्णत्व अभावत्वम्, अनुष्णत्व अभावत्वम् इत्युक्ते किम्? अनुष्णत्व अभावेन निरूपित या अनुष्णत्व अभावस्य प्रतियोगी यदस्ति अनुष्णत्वं, तस्मिन् विद्यमान प्रतियोगितायाः अवच्छेदकं यदस्ति अनुष्णत्व अनुष्णत्वत्वं, तदेव अवच्छेदकः भवति इति आगतम्. तर्हि अनुष्णत्वाभावत्वम् अवच्छेदकः भवति, अनुष्णत्वाभावस्य अनुष्णत्वाभावत्वम् इति अवच्छेदकः भवति. अनुष्णत्वाभावत्वं नाम किम् इति चेत्, अनुष्णत्व अभावस्य यः प्रतियोगी अस्ति अनुष्णत्वं, तस्मिन् विद्यमानप्रतियोगितायाः अवच्छेदकः यदस्ति अनुष्णत्वत्वं, तदेव इति अवगन्तव्यम् इति कृत्वा तयोः मध्ये विरोधः साधितः. बुद्धं खलु? आं महोदय. अस्तु, अग्रे पठतु महोदय. तर्हि एतावता एवं तादृश अभावः तत् न पठनीयं महोदय, तत् न पठितम्. अस्तु अस्तु, पठतु. एवं तादृशः च अभावः तादृश अभाववत्त्वेन प्रकारः चेत् भवति सः निश्चयः प्रतिबन्धकः. तमेनं विषयं सम्प्रति चित्ररूपेण विद्मः. एवं तादृश अभावः तदेव अस्माभिः चिन्तितं चेत् भवति सः प्रतिबन्धकः. एतावता षट् विशेषाः हेत्वभासनिरूपणाय अस्माभिः चिन्तिताः, ते च समानकारकत्वं समान आकारकत्वं प्रतिबन्धकत्वाय प्रतिबन्धकत्वाय प्रमा एव अपेक्षिता इति न नियमः. निश्चयात्मकं भ्रमरूपं प्रमारूपं वा ज्ञानं भवति प्रतिबन्धकम् इति सामान्य इति सामान्यमस्ति. हेत्वभासप्रकरणे अनुमितेः परामर्शस्य वा भ्रमरूपत्वात् तत् प्रतिबन्धकज्ञानं प्रमात्मकम् एव भवति. तदपि अस्माभिः चिन्तितं प्रमात्वे सति इति योजितम् इत्र. अस्तु अग्रे. भ्रमस्थले प्रकारे विषये च विशेष्ये च विषयता अस्ति चेत् अपि न तयोः विशेष्य विशेषणभाव इति ज्ञानविषयः अखण्डः न शक्यः वक्तुम्. प्रमायां तु प्रकारता अपि अस्ति विशेष्य विशेषणभावः अपि इति विशेषणात् आरभ्य विशेष्यपर्यन्तं ज्ञानविषयः निरूपयितुं शक्यः इति. इत्युक्ते भ्रमस्थले तदभाववत्ता तदभाववती तत्प्रकारकज्ञानमिति पठितं खलु, तदभाववती तत्प्रकारकज्ञानम् इति कृत्वा विशेषविशेषविशेषभावः नास्ति तत्र भ्रमस्थले. किन्तु प्रमास्थले तद्वत्ता तद्वती तत्प्रकारकज्ञानम् इति तत्र विशेषविशेषभावः अस्ति इति एतत् सर्वं केवलं पुनः स्मारणम् अस्तु अग्रे अन्यून अनतिरिक्तवृत्तिधर्म एव भवति कस्यचित् अवच्छेदकः इति प्रतिबद्ध्य अवच्छेदकं बुद्धित्वम् एव प्रतिबद्ध्यतावति संशये निश्चये च विद्यमानं ग्राह्यम् अवच्छेदकबुद्धित्वम् एव प्रतिबद्ध्यतावति संशयः निश्चये च विद्यमानं ग्राह्यम् आम् कस्यचित् अवच्छेदकः इति हा प्रतिबन्धकता परं निश्चये एव इति तद् अवच्छेदकं निश्चयत्वम् एव इति प्रतिबन्धकता अन्यून अनतिरिक्तवृत्तित्वात् इत्युक्ते प्रतिबद्धतायाः अवच्छेदकः किं भवति किं ग्राह्यं प्रतिबद्धतायाः अवच्छेदकत्वेन किं ग्राह्यं बुद्धित्वं ग्राह्यम् इत्युक्ते सत्यं सत्यं वदतु प्रतिबद्ध स्थले तत् ज्ञानं संशयात्मकज्ञानं भवितुमर्हति निश्चयात्मकज्ञानमपि भवितुमर्हति तर्हि बुद्धित्व अवच्छेदकः भवति बुद्धित्वम् अवच्छेदकः ज्ञानत्वम् एव अवच्छेदकः अत्र प्रतिबद्धकस्थले तु निश्चयत्वम् एव अवच्छेदकः भवितुमर्हति किन्तु तत्रापि ज्ञानत्वम् अवच्छेदकमेव किन्तु ज्ञानत्वम् अवच्छेदकेन स्वीकुर्मश्चेत् संशयत्वमपि तस्मिन् आगच्छति इति कृत्वा तत् त्यक्त्वा ज्ञान केवलम् अत्र निश्चयत्वम् इति स्वीकृतम् अतः एव यद् मया लिखितं तत्र प्रमात्वे सति निश्चयत्वे सति इति प्रतिबद्धकज्ञानस्य लक्षणं कृतं तदनन्तरं समानाकारकत्वम् इति अग्रे पठतु महोदय सामान्यरूपेण समानाकारकत्वे उक्ते रूपान्तरेण प्रकारस्य विशेष्यस्य वा भाने प्रतिबन्धकत्वं न अनुभविकी आनुभविकम् इति प्रतिबद्धज्ञान अपेक्षया समानधर्म अवच्छिन्नविशेष्यतानिरूपकत्वं समानधर्म अवच्छिन्नप्रतियोगिता का अभावत्व अवच्छिन्नप्रकारतानिरूपकत्वं च प्रतिबन्धकनिश्चयस्य वक्तव्यम् तर्हि प्रतिबद्धज्ञाने समानधर्म अवच्छिन्न विशेष्यतानिरूपकत्वं भवति समान धर्म अवच्छिन्न प्रतियोगिता का प्रतियोगिता का अभावत्व अवच्छिन्न प्रकारतानिरूपकत्वं प्रतिबन्धकस्य सामान्यतया वदतु तर्हि समान आकारकत्वं नाम किं भवान् किम् अवगच्छति द्वयोः ज्ञानयोः मध्ये समान आकारकत्वम् इति वक्तव्यं चेत् किं किं भवेत् तत्र विषयता सामान्यं भवेत् विषयता इति मा वदतु समीचीनतया भवति विषयः समानविषयः भवेत् विषयः अपि न वक्तव्यं न विशेष्यः विशेष्यः समानः भवेत् तदुपरि विशेष्यः समानः भवेत् भाव अभाव प्रथमं तत्र विशेष विषये वदतु समान अवच्छेदकः भवेत् विशेष्यता अवच्छेदकं समानं भवेत् उत्तमम्। इदानीं प्रकारस्य विषये। हा प्रकारे एकस्थले भावः भवेत्, द्वितीयस्थले अभावः भवेत्। उत्तमं। प्रकारतः अवच्छेदकत्वे अवच्छेदके प्रकार अवच्छेदके तदेव तत्रापि यद् मया तत्रापि महोदय यद् मया लिखितं तत् समीचीनम् इति भाति। किमर्थम् इत्युक्ते इदानीं पूर्वस्मिन् पुटे चित्रमस्ति खलु, तत् पश्यन्तु सर्वे। अत्र प्रतिबद्धज्ञाने यद् विशेषता अवच्छेदकमस्ति अनुष्णत्वम्, अपि च प्रतिबन्धकज्ञाने यद् अवच्छेदकमस्ति प्रकारतायाः अवच्छेद अनुष्णत्व अभावत्वम्। एकत्र अनुष्णत्वत्वम्, अन्यत्र अनुष्णत्व अभावत्वम्। अनुष्णत्व अभावत्वम् इत्युक्ते अनुष्णत्वत्वम् इति तस्य अभावः एव। अनुष्णत्वत्वस्य अनुष्णत्वत्वस्य एकनिमिषम् अनुष्णत्वत्वस्य अभावः नास्ति। अनुष्णत्वत्वस्य अभावः अनुष्णत्व अभावत्वम् इति न भवति। अनुष्णत्व अभावत्वम् अपि च अनुष्णत्वत्वम् अनयोः मध्ये विरोधः अस्ति, तदेव मया लिखितं तत्र भावाभावप्रकारता अवच्छेदकम् इति। इति कृत्वा भावाभावप्रकारः इति वदामश्चेत् क्लेशः नास्ति इति भाति मम। भावाभावप्रकारता अवच्छेदकत्वम् इति वदामश्चेत् क्लेशः नास्ति इति भाति। किमर्थमित्युक्ते अनुष्णत्वत्वम् इति एकस्मिन् प्रतिबद्धज्ञाने प्रकारतायाः अवच्छेदकः, प्रतिबन्धकज्ञाने अनुष्णत्व अभावत्वम् इति आगच्छति। हा अनुष्णत्व अभावत्वम्, एकत्र अनुष्णत्वत्वम् अन्यत्र अनुष्णत्व अभावत्वम् इति कृत्वा प्रकारत भावाभावप्रकारता अवच्छेदकत्वम् इति वदामश्चेत् अवगच्छामः। किन्तु निरूपणार्थम् अत्र अनुत्वत्वम् इत्यत्र स्थापनीयं चेत् तत्र अनुष्णत्वाभावः तस्य प्रतियोगिकः, प्रतियोगिता कुत्र अस्ति, प्रतियोगितायाः अवच्छेदकः कः इति चेत् तत्र आगच्छति इति अस्माभिः निरूपयितुं शक्यते। किन्तु सरलरीत्या वक्तव्यं चेत् भावाभावप्रकारता अवच्छेदकत्वम् इति वदामश्चेत् पर्याप्तम्। अस्तु अग्रे महोदय, तानेतान् षट् विशेषान् सम्यक् बुद्धौ आकल्प्य आकलय्य इतः अपि प्रकरण उपयोगि पदार्थान् चिन्तयामः, तेषु च आदौ मुद्रा पदार्थः ज्ञातव्यः। अस्तु तर्हि इदानीं मुद्रा इति कश्चन विषये चिन्तनम्। एतावत्पर्यन्तम् अस्माभिः किं चिन्तितं, प्रतिबन्धकत्वं नाम किम् इति। अस्तु धन्यवादः महोदय, अग्रे वर्षा भगिनी पठति वा। तदर्थं च इदं ज्ञातव्यं यत् विषयभेदेन एव ज्ञानभेदः सिद्ध्यति। तत्र ज्ञानभेदस्य कारणं विषयभेदः अस्ति इति। यथा हि घटपटादि प्रतियोगिनाम् अनिरूपणे अभावानां भेदः न सिद्ध्यति, तद्वदेव विषयस्य अनुरूपणे ज्ञानानामपि परस्परं भेदः न सिद्ध्यति। अत्र अस्ति अनिरूपणे इत्युक्ते किं महोदय? निरूपणे अनिरूपणे सति सति सप्तमी इत्युक्ते इदानीं घटः पटः न इति यदि अहम् अत्र अनयोः मध्ये भेदः साधयतु इति पृच्छामि चेत् भवती किं प्रत्यस्य किं निरूपयति प्रथमम्? अन्योन्य अभावः अस्ति इति, घटे पटः नास्ति इति, पटे घटः नास्ति इति निरूपय। हा तत्तु तद् निरूपणार्थं किं भवत्या निरूपणीयमस्ति प्रथमम्? पटस्थले घटाभावः अस्ति इति किल महोदय, पटे घटाभावः। तदेव निरूपणीयं किन्तु तद् निरूपणार्थं प्रथमं घटः इत्युक्ते किं, पटः इत्युक्ते किम् इति निरूपणीयं खलु. घटं पटं निरूप्य एव तदनन्तरं तयोः अभावः वा नो चेत् तयोः परस्पर अभावः वा निरूपयितुं शक्यते. तदेव अत्र दत्तमस्ति. इदानीं ज्ञानभेदः, ज्ञानभेदः इति पदेन किम् अवगन्तव्यं, भेदः इति पदेन विषयभेदः अवगन्तव्यम्. न सामान्यतया भेदः इत्यस्य अर्थः कः? अन्योन्यः. हा, तर्हि प्रतिबन्धकज्ञानं प्रतिबध्यज्ञानम् अनयोः मध्ये अन्योन्य अभावः निरूपणीयः खलु. तदेव ज्ञानभेदः इति उक्तम्. प्रतिबन्धकज्ञानं प्रतिबध्यज्ञानं न, यथा घटः पटः न, तथा प्रतिबन्धकज्ञानं प्रतिबध्यज्ञानं न इति निरूपणीयम्. तदेव लक्ष्यं. तन्निरूपणार्थं प्रतिबध्यज्ञानं किम् इति निरूपणीयं, प्रतिबन्धकज्ञानं किम् इति निरूपणीयं, तत्र तयोः मध्ये साम्यं किम् इति एतत् सर्वं निरूपणीयम् इति कृत्वा तादृशं लिखितमस्ति. पुनः एकवारं पठतु तदर्थं चेत्. तदर्थं च इदं ज्ञातव्यं यत् विषयभेदेन एव ज्ञानभेदः सिद्ध्यति सिद्ध्यति. यथा हि घटपटादि प्रतियोगिनाम् अनिरूपणे अभावानां भेदः न सिद्ध्यति, तद्वदेव विषयस्य अनिरूपणे ज्ञानानामपि परस्परं भेदः न सिद्ध्यति. बुद्धं खलु इदानीम्? आं महोदय. तर्हि भेदनिरूपणार्थं प्रतियोगी निरूपणीयं यथा भवति, तथा अत्र विषयभेदः निरूपयामश्चेत् ज्ञानभेदः सिद्ध्यति खलु. तर्हि अत्र समानाकारकत्वम् इत्यत्र समानविशेष्यः भवेत् इति उक्तम्. यदि प्रतिबन्धकज्ञाने विशेष्यः अन्यः अस्ति, प्रतिबध्यज्ञाने विशेष्यः अन्यः अस्ति, तद् निरूपयामश्चेत् तर्हि ज्ञानयोः मध्ये भेदः साधितः भवति खलु. तदेव अत्र लिखितमस्ति. अस्तु, अग्रे पठतु. मुद्रापदार्थनिरूपणं. मुद्रापदार्थनिरूपणं यथा भूतलं घटवत् इति बुद्धिं प्रति भूतलं घट अभाववत् इति निश्चयः प्रतिबन्धकः. तत्र घट अभाववत् भूतलं विषयः, अत्र प्रतिबन्धकज्ञाने घट अभाववत् भूतलं विषयः भवति इति दत्तमस्ति. वह्निः अनुष्णत्ववान् अत्र इतोपि किञ्चित् वक्तव्यम्. अत्र प्रतिबध्यज्ञानं किं प्रतिबन्धकज्ञानं किम् इति तादृशं चिन्तयतु क्रमेण. प्रतिबध्यज्ञानमस्ति घटं भूतलं घटवत् इति, तत्र विषयमस्ति घटवान् भूतल घटवत् भूतलम् इति. तदनन्तरं प्रतिबन्धकज्ञानं भवति भूतलं घट अभाववत् इति, तद् निश्चयज्ञानं भवेत्. तत् ज्ञानस्य विषयः भवति घट अभाववत् भूतलम् इति दत्तमस्ति. घट अभाववत् भूतलम् इति विषयकज्ञानं घटवद्भूतलम् इत्यस्य प्रतिबन्धं करोति. अस्तु, अग्रे. वह्निः अनुष्णत्ववान् इति बुद्धिं प्रति वह्निः अनुष्णत्व अभाववान् इति निश्चयः प्रतिबन्धकः. अत्र अनुष्णत्व अभाववत् वह्निः विषयः, तदेव समानमेव. अत्रापि प्रतिबन्धिज्ञानमस्ति वह्निः अनुष्णत्ववान् इति, तस्य विषयः अस्ति अनुष्णत्ववत् अनुष्णत्ववत् वह्निः. प्रतिबन्धकज्ञानमस्ति वह्निः अनुष्णत्व अभाववान् इति निश्चयज्ञानं, तत्र विषयः भवति अनुष्णत्व अभाववत् वह्निः इति. अनुष्णत्वाभाववत् वह्निः इति एकः विषयः प्रतिबन्धकं भवति खलु. हा महोदय. अग्रे हृदः वह्निमान् इति बुद्धिं प्रति हृदः वन्यभाववान् इति निश्चयः प्रतिबन्धकः. तत्र वन्यभाववत् हृदः विषयः. अत्रापि एकः विषयः भवति प्रतिबन्धकज्ञाने, तदस्ति वन्यभाववत् हृदः. तत् हृदः वह्निमान् इति प्रतिबन्धज्ञानस्य प्रतिबन्धनं करोति. इह सर्वत्र प्रतिबन्धकज्ञानं विषयभेदेन भिन्नमेव. आद्ये घटाभावः, द्वितीये अनुष्णत्वभावः, वन्यभावश्च तृतीये प्रकारः. तथापि च त्रिषु अस्ति किञ्चित् समानम्. किं तत्? ते निश्चयाः प्रतिबध्ये यः प्रकारः तत् अभावम् अवगाहन्ते. अत्र प्रतिबध्यज्ञाने घटः, अनुष्णत्वं, वह्निः इति विषयः भवति. प्रतिबन्धकज्ञाने तु घटाभावः, अनुष्णत्वभावः, वह्न्यभावः इति यः प्रतिबध्यज्ञानस्य विषयः अस्ति तस्य अभावः भवति विषयः. तदेव दत्तमस्ति इति साम्यम्. यद्यपि घटः अनुष्णत्वं नास्ति, अनुष्णत्वं वह्निः नास्ति, तथापि तत्र तस्य प्रतिबन्धकनिश्चये तस्य तस्य विषयस्य अभावः एव खलु. प्रतिबन्धकनिश्चयः भवति इति कृत्वा त्रिषु ज्ञानेषु अत्र किमपि समानमस्ति. अस्तु, अग्रे पठतु. कुत्र इमानि ज्ञानानि प्रकार तथा च विषयभेदेन ज्ञानभेदे अपि इमानि ज्ञानानि प्रतिबध्यज्ञाने यः प्रकारः तस्य अभावम् अवगाहन्ते. तदेव अस्ति अत्र विषयभेदेन ज्ञानभेदः अपि ज्ञानानि प्रतिबध्यज्ञाने यः प्रकारः तस्य अभावम् अवगाहन्ते इति. कुत्र इमानि ज्ञानानि प्रकार अभावम् अवगाहन्ते? तत् प्रकार अभावं कुत्र वर्तते इति प्रश्नः अस्ति. विशेष्ये भवति इति, विशेष्ये भूतलादौ. अतः सर्वे इमे तत् अभाववत्ता निश्चयाः. तेषु तत् अभाववत्ता निश्चयत्वरूपधर्मः अस्ति. एवं च एतेषु निश्चयेषु अभावप्रकारकत्वेन यः धर्मः सिद्धः, तत् अभाववत्ता निश्चयत्वरूपः स एव तेषां मुद्रा इत्युच्यते. अत्र तत् अभाववत्ता निश्चयत्वं मुद्रा इति, तत् अभाववत्ता निश्चयत्वं प्रतिबन्धकज्ञानस्य प्रकारे वर्तते इति अवगन्तव्यं महोदय. तत् अत्र एव क्लेशः अस्ति मम. अत्र क्रमेण चिन्तयतु. तद् अभाववत्ता निश्चयत्वरूपः इति उक्तं, तर्हि अत्र तद् इति अस्ति, तद् अभावः इति अस्ति, तद् अभाववत् इति अस्ति, तद् अभाववत्ता इति अस्ति. तर्हि अत्र तत् इत्यनेन किं स्वीकर्तव्यम्? तत् इत्यनेन प्रतिबध्यज्ञानस्य विषयः स्वीकर्तव्यम्. कः विषयः? प्रत्येकं ज्ञाने त्रयः विषयाः भवन्ति खलु. प्रकारस्य विषयः घटः. प्रकारस्य विषयः इति मा वदतु, प्रकारः एव विषयः खलु. प्रकारः. ओके, प्रकारः एकविध. प्रत्येकं ज्ञाने विषयत्रयं भवति, एकः प्रकारः, अन्यः विशेषः, तृतीयः तयोः मध्ये सम्बन्धः, संसर्गः इति. तर्हि अत्र प्रकारः स्वीकर्तव्यः. तद् इति पदेन प्रकारः अवगन्तव्यः. तदनन्तरं तदभावः इत्युक्ते प्रकार अभावः. प्रतिबन्धकज्ञाने यः प्रकार अभावः अस्ति तद् प्रतिबन्ध न प्रतिबध्यज्ञाने यः प्रकारः अस्ति तस्य अभावः. तदेव प्रतिबन्धकज्ञाने वर्तते किल. भवतु, किन्तु इदानीं मुद्रा इत्यस्मिन् विषये चिन्तनम्. हा हा, ओके. तदभावः इत्युक्ते प्रकार अभावः खलु. हा महोदय. प्रकार तदभाववत् किम्? ककार अभाववत् प्रतिबन्धकज्ञानस्य विशेषः. उत्तमं, विशेषः प्रतिबन्धकज्ञानस्य विशेषः. अत्र प्रतिबन्धकज्ञानस्य इति न वक्तव्यं, किमर्थम् इत्युक्ते प्रतिबन्धज्ञाने यद् विशेष्यमस्ति तदेव अस्ति खलु, तदेव इति कृत्वा विशेष्यः इति वदामश्चेत् पर्याप्तम्. तर्हि तदभाववत् इति विशेष्यः, तदभाववत्ता कुत्र अस्ति? विशेष्य. उत्तमं, हा तदभाववत्ता निश्चयः कुत्र अस्ति? प्रतिबन्धकज्ञानस्य विशेष्ये अस्ति. एकनिमिषं, तद् अभाववत्ता इति विशेष्ये अस्ति, तद् अभाववत्ता निश्चयः कः? प्रतिबन्धकज्ञानम्. उत्तमं, बहु उत्तमं. प्रतिबन्धकज्ञानम् इति तमभाववत्ता निश्चयः. तर्हि तदभाववत्ता निश्चयत्वं कुत्र अस्ति? ज्ञाने, तत् प्रतिबन्धकज्ञाने. उत्तमं, तर्हि मुद्रा कुत्र भवेत्? प्रतिबन्धकज्ञाने भवेत्. उत्तमं, बहु उत्तमं, तदेव अत्र उक्तमस्ति. तर्हि प्रतिबन्धकज्ञाने इत्युक्ते एकं ज्ञानम् अन्यं ज्ञानं प्रति प्रतिबन्धकम् इति निरूपयितुं तद् अभाववत्ता निश्चयत्वं निरूपयामश्चेत् प्रतिबन्धकत्वं निरूपितं स्यात् खलु इति एका निकषा मुद्रा इति. तदेव मुद्रा. तर्हि एकं ज्ञानम् अन्यं ज्ञानं प्रति प्रतिबन्धकम् अस्ति चेत् तदभाववत्ता निश्चयत्वं तस्मिन् ज्ञाने निरूपयामश्चेत् अत्र विरोधः निरूपितः भवति इति आशयः. महोदय, मुद्रा इति धर्मः अस्ति किल महोदय? तत् अभावता तत् निश्चयत्वम् इति धर्मः अस्ति किल? तद् अभावता निश्चयत्वम् इति मुद्रा. ओके, वाट् इस् इट्स् फार्, वाट् इस् इट्स् नेचर् महोदय? No, no, you are simply calling this called as mudra. Tad abhavavatta nischayatvam ityasya namakim iti chet mudra iti artha. So it should be understood as a dharma or as a... Yeah, yeah. It is dharma. Nischayatvam iti asti kalu. Ha, ha. Okay, okay, understood. Tvaprateyam asti chet dharma eva. Ha. Kintu idani mudra kutra bhaved. प्रतिबन्धकज्ञाने भवेत्. उत्तमं, तावदवगति चेत् पर्याप्तं. प्रतिबन्धकज्ञाने एषा मुद्रा निरूपिता चेत् प्रतिबन्धकत्वं निरूपितं भवति. तदेव आशयः. यथा अस्माभिः व्याप्तिस्थले कृतं साध्य अभाववत् वृत्तित्वं व्याप्तिः इति लक्षणम् उक्त्वा साध्य अभाववत् वृत्तित्वं निरूपयामश्चेत् व्याप्तिः निरूपिता भवति इति यथा स्वीकृतं तथा तदभाववत्ता निश्चयत्वं ज्ञाने निरूपयामश्चेत् प्रतिबन्धकत्वं निरूपितं भवति. सो दिस् इस् दि मुद्रा, दिस् इस् द सैन् आफ् प्रतिबन्धकत्वम्. अस्तु, अग्रे गच्छामः. धन्यवादः भगिनि. अग्रे स्वामी महोदय पठति किम् आहत्य? हरिः ओं महोदय. हरिः ओम्. आहत्य च भिन्नानाम् अपि प्रतिबन्धकानां निश्चयानां प्रकाराभाववत्ताप्रकाशनात् विद्यमानः समानः धर्मः मुद्रा इत्युच्यते. पूर्वोक्तेषु सर्वेषु निश्चयेषु अस्ति सा. तत् पदेन आद्यस्थले प्रतिबद्धज्ञाने प्रकारीभूतः पदार्थः घटः ग्राह्यः तदभावः घटाभावः तदाभाववत् भूतलम् तदाभाववत्ता भूतले तदाभाववता निश्चयः भूतलं घटाभाववत् इत्याकारकः तत्र अस्ति तदाभाववत्ता निश्चयत्वं द्वितीयादिप्रतिबद्धज्ञाने प्रकारभेदेन तत्पदेन अन्यान्यस्य पदार्थस्य ग्रहणेऽपि तेषां विरोधिनां सर्वेषां तदाभाववत्ता निश्चयत्वं तु समानमेव शास्त्रीयव्यवहाररीत्या अनुगतम् इति वा ब्रूम. किम् आं महोदय पठामि. भिन्नानामपि प्रतिबन्धकानां निश्चयः. महोदय अत्र नूतनं किमपि नास्ति. इदानीं यद् वर्षा भगिन्या सह मया चिन्तितं तदेव अत्र उक्तं. तदभाववत्ता निश्चयत्वरूपः इत्युक्ते किं? तत्र तद् इत्युक्ते किं? तदभावः इत्युक्ते कः? तदभाववत् इत्युक्ते कः? तदभाववत्ता कुत्र अस्ति? तदभाववत्ता निश्चयः कुत्र अस्ति? एतत् सर्वम् इदानीमेव चिन्तितं खलु महोदय. तदेव अत्र दत्तं. भवान् अवगच्छति किम्? मुद्रा. आं महोदय. अस्तु तर्हि भवान् प्रतिपादयतु. इदानीं प्रतिपादयतु अत्र घटः. इदानीं घटः भूतलं घटवत् इति प्रतिबद्धज्ञानं प्रति भूतलं घटाभाववत् इति निश्चयः प्रतिबन्धकः भवति. तर्हि अत्र तदभाववत्ता निश्चयत्वं कुत्र अस्ति इति निरूपयतु. हरिः ओम् महोदय. अभाव. हा हा हा. प्रश्नानि पृच्छति वा महोदय? निरूपयतु इत्युक्ते मम मनसि किं करणीयमिति. न न अत्र यद् यद् यद् भवता पठितं तत्र साक्षात् निरूपितमस्ति. अत्र पश्यतु तत्पदेन. तत् पठतु. तत्पदेन आद्यस्थले प्रतिबद्धज्ञाने प्रकारीभूतः पदार्थः घटः ग्राह्यः तत्पदेन. तर्हि तत् इत्यनेन घटः. तदभावः इत्युक्ते किं? घटाभावः. तदभाववत् कः? भूतलम्. तदभाववत्ता कुत्र? भूतले. तदभाववत्ता निश्चयः कुत्र? भूतलं घटाभाव घटाभाववत् इत्यादि प्रायः न प्रष्टव्यं. तदभाववत्ता निश्चयः किम् इति प्रष्टव्यम्. भूतलं घटाभाववत् इति. घटाभाववत् भूतलम् इति ज्ञाने इति ज्ञानमेव तदभाववत्ता निश्चयः खलु? आं महोदय निश्चयः. तर्हि तदभाववत्ता निश्चयत्वं कुत्र अस्ति? निश्चयः तत् निश्चयत्वं ज्ञाने एव अस्ति खलु? ज्ञानं निश्चयः अस्ति चेत् ज्ञाने निश्चयत्वम् अस्ति. निश्चयत्वं ज्ञाने अस्ति. ओ तावदेव. तर्हि तदभाववत्ता निश्चयत्वं घटाभाववत् भूतलम् इति विषये ज्ञानस्य विषये अस्ति इति कृत्वा सः विषयः इदानीं प्रतिबन्धकं भवति. ज्ञानस्य विषयः यदस्ति तद् अभाववत्ता निश्चयत्व निश्चयः इत्युक्ते ज्ञानस्य विषयः वक्तव्यः भवति न तु ज्ञानं किञ्चित् परिष्करोमि अहं तर्हि निश्चयत्वं कुत्र अस्ति इति चेत् विषये अस्ति ज्ञानप्रतिबन्धकज्ञानस्य यः विषयः अस्ति तस्मिन् विषये तदभाववत्ता निश्चयत्वम् अस्ति इति अवगन्तव्यम् इदानीं द्वितीयं पुनः अत्र एवं निरूपयति वा द्वितीयसन्दर्भः स्वीकृत्य द्वितीयसन्दर्भं स्वीकृत्य द्वितीयादिप्रतिबद्धज्ञाने प्रकारभेदेन तत्र किमपि न दत्तम् इदानीं द्वितीयसन्दर्भः कः अत्र प्रतिबद्धज्ञानं किम् महोदय घटः अनुष्णत्वं न न अत्र मुद्रापदार्थनिरूपणम् इत्यत्र द्वितीयबन्धुः बिन्दुः अस्ति खलु वह्निः अनुष्णत्ववान् घटः इति नास्ति क्षम्यतां वह्निः अनुष्णत्ववान् इति कीदृशज्ञानम् प्रतिबद्धज्ञानं वा प्रतिबन्धकज्ञानं वा प्रतिबद्धज्ञानम् उत्तमं प्रतिबन्धकज्ञानं किम् वह्न्याभावः अनुष्णत्वाभावः किं किमर्थं वह्नि अभावः इति वदति वह्निः अनुष्णत्वाभावः सम्पूर्णं वदतु मध्ये स्थगनं न करोतु वह्निः अनुष्णत्वाभावः अभावः इति नास्ति अभाववान् खलु वह्निः अनुष्णत्वाभाववान् हा इति प्रतिबद्धज्ञानं तर्हि तत्र प्रतिबद्धज्ञाने विषयः कः क्षम्यतां प्रतिबन्धकज्ञानं खलु क्षम्यतां प्रतिबन्धकज्ञानं क्षम्यतां हा प्रतिबन्धकज्ञानं प्रतिबन्धकज्ञाने विषयः कः अनुष्णत्वाभावः अनुष्णत्वाभावः इति केवलं प्रकारः अनुष्णत्वाभाववत् वह्निः इति विषयः प्रकारः विषयः विशेष्यः उभयमपि वक्तव्यं खलु अनुष्णत्व अभाववत् वह्निः इति विषयः प्रतिबन्धकज्ञाने कः विषयः इति चेत् अनुष्णत्व अभावः इति एव विषयः इति न वक्तव्यम् बुद्धं वा अनुष्णत्वाभाववत् वह्निः इति विषयः अस्तु तस्मिन् विषये इदानीं भवता किं निरूपणीयं मुद्रा निरूपणीयं तदभाववत्ता निश्चयत्वम् अस्ति इति निरूपणीयं तर्हि अत्र तद् इति पदेन किं स्वीकर्तव्यम् तद् इति वह्निः नास्ति महोदय अस्तु मेहुल् महोदय किञ्चित् सहायं करोतु अत्र अत्र द्वितीयबिन्दुः यदस्ति तत्र उदाहरणमस्ति वह्निः अनुष्णत्ववान् तदेव अत्र प्रतिबद्धज्ञानं भवति तस्मिन् तस्य ज्ञानं प्रति वह्निः अनुष्णत्व अभाववान् इति निश्चयज्ञानं प्रतिबन्धकज्ञानं भवति तस्मिन् प्रतिबन्धकज्ञाने अनुष्णत्व अभाववत् वह्निः इति विषयः अस्ति तर्हि अत्र यदा अत्र मुद्रा इत्यस्य चिन्तनं कुर्मः चेत् अत्र यः प्रतिबद्धज्ञानमस्ति तस्मिन् प्रकारीभूतयः पदार्थः अस्ति तदेव ग्राह्यः अतः अत्र प्रतिबद्धज्ञाने वह्निः अनुष्णत्ववान् इति अस्ति तर्हि तस्मिन् यः प्रकारः अस्ति तदस्ति अनुष्णत्वम् इति अतः तदेव पदार्थरूपेण ग्राह्यम् अतः अनुष्णत्वम् इति ग्राह्यं भवति तत्पदेन अनुष्णत्वं ग्राह्यं तत्पदेन अनुष्णत्वम् इति ग्राह्यम् अधुना तद् अभावः इत्युक्ते अनुष्णत्व अभावः इति आगतम् पुनः अग्रे तद् अभाववत् किं तर्हि अनुष्णत्वभाववत् इति वह्निः भवति तदेव विषयः भवति तर्हि तद् अभाववत्ता कुत्र अस्ति विषये अस्ति वह्नौ अस्ति अतः अनुष्णत्व अभाववत् इति वह्निः अस्ति अतः वह्नौ तदुष् अनुष्ण अभाववत्ता महोदय एकमेव परिष्कर्तव्यं यद् भवता उक्तं विषये वह्नौ इति न वक्तव्यं वह्नौ तदभाववत्ता अस्ति अस्ति तावत् हा सत्यं वह्नौ अनुष्ण अभाववत्ता अस्ति अधुना अनुष्णत्व अभाववत्ता हा वह्नौ अस्ति तर्हि अत्र तर्हि तदनन्तरम् अनुभव तदभाववत्ता निश्चयः कः तदभाववत्ता निश्चयः कः इत्युक्ते यथा पूर्वस्मिन् उदाहरणे भूतलं घटाभाववत् इति आसीत् तर्हि अत्र वह्निः अनुष्णत्व अभाववत् इति निश्चयः न अत्र अत्र विपरीतरीत्या अनुष्णत्व अभाववत् वह्निः इति वक्तव्यं सत्यं सत्यं क्षम्यताम् अनुष्ण घट इति अनुष्णत अभाववत् वह्निः इति आकारकः निश्चयज्ञानम् इति विषयः तदेव निश्चयः तदेव निश्चयः सत्यम् अनुष्णत्व अभाववत् वह्निः इति निश्चयः तर्हि तदभाववत्ता निश्चयत्वं कुत्र अस्ति तत्र एव इत्युक्ते तदा अनुष्ण अभाववत् वह्नौ निश्चयत्वम् अस्ति हा तादृशं न वक्तव्यं किञ्चित् किमर्थमित्युक्ते वह्निः इति विशेष्यः अस्ति खलु किन्तु विषयः इति वदामि चेत् ज्ञानस्य विषयः इति कृत्वा अनुष्णत्व अभाववत् वह्निः इति विषये तदभाववत्ता निश्चयत्वरूपः निश्चयत्वम् अस्ति इति वक्तव्यम् अस्तु इति वदनीयम् अस्तु ज्ञानस्य विषयः यदस्ति तत्र सत्यं तदभाववत्ता इत्युक्ते अनुष्ण अभाववत्ता निश्चयत्वं वह्नौ अस्ति तत्र निश्चयत्वम् अस्ति न न न पुनः पुनः वदतु अनुष्ण अभाववत् वह्नि इति अस्ति खलु तस्मिन् तदभाववत्ता कुत्र अस्ति तावद् वदतु तदभाववत्ता इति वह्नौ अस्ति हा तदभाववत्ता इति वह्नौ अस्ति किन्तु तदभाववत्ता निश्चयः कः वह्निः इति केवलं वह्निः नास्ति अस्तु तदभाववत्ता निश्चयः इति ज्ञानस्य आकारः भवेत् अतः अनुष्णत्व अभाववत् वह्निः इति निश्चयः इति विषयः एव निश्चयः इति विषयः एव वह्निः निश्चयः नास्ति अत्र सत्यं सत्यम् इति विषयः ज्ञानस्य यः विषयः अस्ति तदेव निश्चयः अस्तु विषयः अस्ति तदेव पूर्वे तदेव तर्हि तदभाववत्ता निश्चयत्वं कुत्र अस्ति अनुष्णत्व अभाववत् वह्नि इति विषये निश्चयत्वम् अस्ति हा इत्युक्ते अनुष्णत्व अभाववत् वह्निः इति विषये तदभाववत्ता निश्चयत्वम् अस्ति इति वक्तव्यं किञ्चित् परिष्कर्तव्यं तावदेव किमर्थमित्युक्ते अग्रे अत्र हेत्वाभासस्य लक्षणं वदति यद्विषयकत्वेन ज्ञानस्य अनुमितिप्रतिबन्धकत्वं तद् हेत्वाभासत्वम् इति यद् विषयकत्वेन इति उक्तम् तत्र विषयः कः इति चेत् अनुष्णत्व अभाववद् वह्निः तदेव विषयः तस्मिन् विषयत्वम् अस्ति तेन विषयकत्वेन ज्ञानस्य अनुमितिप्रतिबन्धकत्वं तत्त्वं हेत्वाभासत्वम् इति लक्षणम् अग्रे आयास्यति इति कृत्वा स्पष्टतया अत्र अवगन्तव्यं भवति अस्तु समयः जातः अत्र स्थगयेन सर्वेभ्यो नमस्कारः धन्यवादाश्च अपि च मम स्प्रेड्शीट् मध्ये हेच् इत्यस्मिन् काले एतत् सर्वं स्तम्भे मया एतत् सर्वं स्थापितं स्वामिमहोदय तदेकवारं पठतु तदभावतानिश्चयः इत्यत्र तद् इत्युक्ते किं तदभावः इत्युक्ते कः इति एतादृशं मया लिखितमस्ति. किञ्चित् अभ्यासं आमां गतसमये देवर् लेफ्ट् बै मी यस् अस्तु. सर्वेभ्यो नमस्कारः, धन्यवादाश्च.